पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 15 व्यास उवाच नारायणस्य माहात्म्यं पुनर्वच्मि शृणुद्विज यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः विष्णुंशभूतं सकलं जगदेतद्विजोत्तम तस्माद्विष्णुमयं धीराः पश्यन्ति परमार्थिनः ब्रह्मशङ्कररुद्राद्या विष्णुअंशाः सकलासुराः तस्माः समस्तदेवार्चा विष्णुमेकं प्रपद्यते स्मरतां विष्णुनामानि सर्वपापहराणि च येन केनाप्युपायेन विद्यते नाशुभं क्वचिद् सर्वमेव द्विजश्रेष्ठकर्मणा पापमुच्यते अनपायि इदं विष्णोस्मरणं पापनाशनम् स्वपन् भुञ्जन्वदं तिष्ठन्नुत्तिष्ठंश्च व्रजंस्तथा स्मरेदविरदं विष्णुं मुमुक्षुर्वैष्णवो जनः उत्तुङ्गैर्मुनिभिः सर्वैः स्मरणे कमलापदेः न कालनियमप्रोक्त सर्वदुःखविनाशनः नामप्रभावं विप्रर्षे केशवस्य महात्मनः ब्रवीम्यहं समासेन सेतिहासं निशामय आसीत् स परशुर्नाम पूर्वं कृतयुगे शुचिः वैश्यो वैश्यकुलश्रेष्ठः समस्तगुणपारकः स वैश्यो दैव योगेन प्रथमे वयसि द्विज जगामवशदां मृत्यो काशश्वास गदार्दिदः जीवन्ती नाम तत्पत्नी सुमध्या नवयौवना मृदे भर्तरि तादस्य जगाम निलयं यदः सा जीवन्ति द्विजश्रेष्ठ नवयौवनगर्विता गतिं चकारजारेषु बाध्यमानापि बान्धवैः व्रतस्य नियमं वापि गृहव्यापारमेव च जरानुरक्तचित्ता सा तत्याज्य नवयौवना अन्धीकृता सा कामेन सुश्रोणी पीवरस्तनी धर्ममार्गं द्विजश्रेष्ठ न कदाचित् ददर्शः दुःशीलां चैव तां दृष्ट्वा तत्पिता धर्मतत्परः अपकीर्तिभयाद्भिरुरित्या हात्यन्तकोपवान् दुष्टे पापिनि मध्वंसे सर्वदोषविवर्जिते आसाद्यजन्म किमिति क्रियते पादकं त्वया यदि ते पादके चित्तं ह्यदिदुं नैव एव हि अभद्रे गच्छ सदनाज्जहीः मम मन्दिरम् तादेनेदि निरुक्ता सा क्रोधारुणि तलोचना पितुर्गेहं परित्यज्य सा जगाम यथा सुखम् अध सा स्वेच्छया नारी भ्रमन्ती जारकाङ्क्षया वेश्या वृत्तिं समाश्रित्य तस्थौ लज्जा विवर्जिता पुलिन्दशबरो वापि चाण्डालो वापि तद्गृहम् आयादि तस्यास्तेनापि मुद्रा क्रीडति सा सती परलोकभयं विप्र कदाचिदपि चेदसा न चिन्तयामास च सा वारणारी यथा क्रमाद कदाचिद्ब्राह्मणश्रेष्ठ कश्चिद् व्याधस्तदालये शुकशापं समादाय विक्रयार्थं समाययौ सापि वाराङ्गनाथं च शुकशावकमुत्तमं जगृहे परमप्रीत्या धनैः सम्पूज्य लुब्धकम् तद्योग्याहारदानेन वारस्त्री नित्यमेव सा शुकस्य पोषणं चक्रे तस्य जातकुतूहला वाराङ्गनानपत्या सा तमेव शुकशावकं मत्वा पुत्रमिवात्मानं चक्रे तत्प्रतिपालनं सोऽपि पक्षिद्विजश्रेष्ठ नित्यमेव तदाज्ञया ज्ञादिवच्चित्तवात्सल्यव्यवहारं करोति च ततोऽसौ लब्धभावश्च शुको गणिकया तदा रामेदि सततं नाम पाठ्यते सुन्दराक्षरं रामनाम परं ब्रह्म सर्वदेवाधिकं महद समस्तपादकध्वंसि स शुकस्तु सदा पठन् रामोच्चारणमात्रेण तयोश्च शुकवेश्ययोः विनष्टमभवत्पापं सर्वमेव सुदारुणं कदाचिद्वारमुख्या सा शुकोऽपि च द्विजोत्तम उभावपि च पञ्चत्वमेककाले गदौ ततः समानेदुं ततस्तौ दु विहिताखिलपातकौ किङ्करान् प्रेषयामास चण्डाद्यान्धर्मराट् ततः तदस्ते किङ्करा सर्वे चण्डाद्याः अधिवेगिनः यमाज्ञया समायादाः पाशमुद्गरपाणयः आनेतुं तौ समायादा सर्वे विष्णुपराक्रमाः पाशबद्धौ तुदौ दृष्ट्वा पतितौ विष्णुकिङ्कराः ऊचुर्वाक्यमिदं क्रुद्धा यमदूतान् सुरासदान् विष्णुदूता ऊचुः अहो चित्रमिदं वाक्यं यमदूता मुखाच्छ्रुतम् भक्तावपि हरेरेदौ दण्ड्यौ भास्कर सूनुना अहोचरितं दुष्टानां कदाचिदपि नोत्तमं यत्नादपि यदो हिंसां कुर्वन्ति सददं सदा दुष्टानां कृतपापानां चरित्रमिदमद्भुतं निष्पापमपि पश्यन्ति पुण्यात्मानोऽखिलं जगद पापिनस्तु न पश्यन्ति कृतपापमिवाखिलं श्रुत्वा पुण्यात्मनां पुण्यमभितृप्यन्ति धर्मिणः तृप्यन्ति पादकं श्रुत्वा पापिनां पापिनो जनाः पापचर्चां समाकर्ण्य यथा तृप्यन्ति पापिनः न तृप्यन्ति यथा प्राप्य स्वर्णभारशदान्यपि अहो बलवदी माया महाविष्णोर्महात्मनः आत्मपीडाकरमपि पापं कुर्वन्ति ते द्विज व्यास उवाच इत्युक्त्वा विष्णुदूतास्ते विष्णुभक्तिपरायणाः छिन्नवन्तस्तयोर्विप्रबन्धनं चक्रधारया ततस्तु शमनप्रेष्या क्रुधास्ते वह्निसन्निभाः ववर्षुसहसा तत्र ज्वलदङ्गारसञ्चयान् दण्ड उवाच विहितं च मयाप्येवं शुकं वेश्यां च पापिनीं नेधुं यूयं समायाद इत्यद्भुतमिवाभवद नूनमेधौ यदा नेधुं यूयमिच्छद सत्तमाः तदा कुरुद सङ्ग्राममस्माभिः सह सम्प्रति इत्युक्त्वा रामदूतास्ते बलिनो विधृतायुधाः सिंहनादैर्दिश सर्वे पुरया मासुरुद्धताः विष्णुदूता महात्मानसुप्रतीकादयस्तथा शङ्खनादै सुललितैश्चक्रुशब्दमयं जगद याम्यैस्ततो महादूतैर्धनुर्मुक्तैः शिलीमुखैः चादिदा विष्णुदूतास्ते सङ्ग्रामेऽत्यन्तदारुणे शूलान्यध्यक्षिभुः केजिचक्रिं केचिन्महार्णवे केचिच्चरसहस्राणि केचिच्चक्राणि तेरुषा तैर्मुक्तानि महास्त्राणि विष्णुदूता महामराः बाणान्विचूर्णयामासुर्गदाप्रहरणादिभिः ततो भागवतैरेधैर्याम्यानां चक्रधारया केषाञ्चिच्चरणाश्चिन्नाः केषाञ्चित् बाहवस्तथा केचिद्विच्छिन्नशिरस केचिन्निर्भिन्नवक्षसः अत्यद्भुतक्षदा केचिद्व्यास्याः पे दुर्गदासवः चिन्नैकचरण केचित् केचिच्चिन्नैकपाणयः संत्यज्य सहसा याम्याः सङ्ग्रामा च प्रदुध्रुवुः तानालोक्य ततो दूतान् पलायनपरायणान् प्रविवेशरुषा चण्डसङ्ग्रामं धृतमुद्गरः यमदूतगणश्रेष्ठश्चण्डोऽत्यन्तप्रतापवान् ताडयामास शदशो मुद्गरैर्विष्णुकिङ्करान् अध भागवदादूदा निशितायुधवर्षणैः ववर्षुस्तरसा क्रुद्धास्तं चण्डं चण्डविक्रमम् मुद्गरेण ततश्चण्डो विष्णुदूतान् पृथक् पृथक् ताडयामास विगलद्रक्तसंसिक्तविग्रहः चण्डेन ताडितास्तेन दूता भगवतो युधि त्यक्तः सत्त्वा पृष्ठभागं सुप्रकाशस्य वैययुः सुप्रकाशस्तदक्रुद्धो जपापुष्पनिभेक्षणः प्रविवेशरणे युद्धं गदापाणिर्महाबलः ताडयामास संक्रुद्धो विष्णुतुल्यपराक्रमः मुद्गराच्चण्डहस्ताच्च प्रेक्ष्य जनभयप्रदाद समुत्तस्थौ महाभीष्मः सधूमः पूजिगन्धवान् समुद्गरेण चण्डेन ताडितस्तस्य वेगिना स्फुलिङ्गावर्षणं सद्यो मुमोचात्यन्तभीदितं तदक्रुद्धेन चण्डोऽसौ तेनैव मुद्गरेण च ताडयामास विप्रर्षे सुप्रकाशं महाबलं सुप्रकाशस्ततो विप्रव्यथां विस्मृत्य कोपवान् गदया ताडयामास चण्डं शमनकिङ्करं तेन प्रताडितश्चण्डस्तत्र रक्तः परिप्लुतः पपादमूर्छितो भूमौ बालार्क इव जैमिने याम्य दूतास्तदस्ते च चण्डमादाय मूर्छितं हाहाकारं प्रकुर्वन्तो युद्धाद्भिदा प्रदुद्रुवुः विष्णुदूतास्तदो विप्र सर्वे चादिप्रहर्षिताः अथ शङ्कान् समाधत्मुर्जैमिने द्विजसत्तम यमदूतास्तदस्ते च शोणितौखपरिप्लुताः यमस्य सन्निधिं जग्मु क्रन्दन्तो भयविह्वलाः यमदूता ऊजुः सूर्यपुत्रमहाबाहो तवाज्ञाकारिणो वयं तथापि विष्णुदूतैर्न कृता दुर्गतिरीदृशी महापादगिनां श्रेष्ठौ प्रभो यद्यपि तौ खलु रामनामप्रभावेण गदौ नारायणालयम् भवदा दण्डनीया ये दुरात्मानकृतैन सह तेऽपि विष्णुपुरं व्यान्ति प्रभुत्वं तव किं तदा नास्माकं विष्णुदूतास्तैः कृतः परिभवस्त्वयं तवैव केवलं नाथ यदो वै किङ्करा वयं यम उवाच दूतास्मरन्तौ तौ राम राम नामाक्षरद्वयम् तदा न मे दण्डनीयौ तयोर्नारायणप्रभुः संसारे नास्ति तत्पापं यद्रामस्मरणैरपि नयादि संशयं सद्यो दृढं शृणुद किङ्कराः ये मानवा प्रतिदिनं मधुसूदनस्य नामानि घोरदुरितौखविनाशनानि भक्त्या स्मरन्ति विबुध प्रवरार्चितस्य ते पापिनोपिः भडा मम नैव दण्ड्याः गोविन्दकेशवहरे जगदीशविष्णुनारायणप्रणद वत्सलमाधवेदि भक्त्या वदन्ति पुरुषाः सततं क्षितौ ये दण्ड्यानदे मम भडा अधिपापिनोऽपि भक्तार्तिनाशनसुरेश्वरदिनबन्धो लक्ष्मीपदे सकलपापविनाशकारिन् येदद्वदान्तः सततम् भुवि ये मनुष्यास्ते पापिनोऽपि न भडा मम दण्डनीयाः दामोदरेश्वरमुखामरवृन्द सेव्य श्रीवासुदेवपुरुषोत्तममाधवेदि येषां वदन्ति वदनेषु सदैव शब्दा दूदा नमाम्यहमपि प्रतिवासरं तान् नारायणस्य जगदेकपदेर्मुरारेश्चर्चासु चित्तमधिहार्दिनृणां च येषां तेषामहं च सततं सुभडाह्यधिनो ये ते प्रफुल्लकमलेक्षणरूपभाजः ये विष्णु पूजनरदा हरिभक्तभक्ता एकादशीव्रततरा कपटैर्विहीनाः ये विष्णुपादसलिलं शिरसा वहन्ति ते पापिनोऽपि न भडा मम दण्डनीयाः ये भुञ्जते भगवतो मधुसूदनस्य नैवेद्यशेषमखिलौकविनाशकारि ये कर्णयोश्च शिरसि छदनं तुलस्य नित्यं वहन्ति च भाढा प्रणमाम्यहं तान् ये कृष्णपादकमलार्चनतत्पराश्च ये ब्राह्मणार्चनरता गुणसेविनश्च ये दीनलोकहृदयादिसुखप्रदाश्च तेषामहं सततमेव भडा अधीनः ये सत्यवाक्यकथनेषु सदानुरक्ता लोकप्रियाश्च शरणागतलोकपालाः पश्यन्ति ये च सततं विषवत्परस्वं ते मानवा मम भाडा न हि दण्डनीयाः ये चान्नदाननिरदा सलिलप्रदाश्च भूमिप्रदानिखिलोकहिदैषिणश्च ये वृत्तिहीनजनतृप्तिकरा प्रशान्ता दूता न दे खलु कदापि च दण्डनीयाः यज्ञादिपोषणरथा प्रियवादिनश्च ये दम्भकोपमदमत्सरहीनचित्ताः ये पापदृष्टिरहिता विजितेन्द्रियाश्च तेषामहं न विदधामि कदापि चाम् व्यास उवाच एवं प्रबोधितास्तेन यमेन यमकिङ्कराः ज्ञातवन्तो जगद्भर्तुप्रभावमधुलं हरेः विष्णोर्नामानि विप्रेन्द्रः सर्वदेवाधिकानि वै तेषां मध्ये तु तत्त्वज्ञा रामनामवरं स्मृतम् राम्यत्यक्षरयुग्मं हि सर्वं मन्त्राधिगं द्विज यदुच्चारणमात्रेण पावीयाधिपराङ्गतिं रामनामप्रभावं हि सर्वदेवप्रभुजनं महेश एव जानाति नान्यो जानाति जैमिने विष्णोर्नाम सहस्राणां पठनाल्लभते फलं तद्फलं लभते मर्त्यो रामनामस्मरन्नपि अहो चित्रं मनुष्याणां चरित्रमिदमुच्यते रामेति मुक्तिदं नाम न स्मरन्ति दुराशयाः वक्तुं श्रमो न चाल्पोऽपि श्रोतुमत्यन्तसुन्दरं तथापि रामरामेति न वदन्ति दुराशयाः अत्यन्तदुःखलभ्यापि मुक्तिर्जगति मानवैः लभ्यते राम नाम्नैव कर्मास्ति किमदः परं तावत् तिष्ठन्ति पापानि देहेषु देहिनां वर राम रामेदि यावद्वै न स्मरन्ति सुखप्रदम् श्राद्धे च तर्पणे चैव बलिदाने तदोत्सवे यज्ञे दाने व्रते चैव देवताराधनेऽपि च अन्येष्वपि च कार्येषु वैदिकेषु विचक्षणः स्मरेद्यस्तत्फलप्रेप्सु राम रामेदि भक्तिदः नमो रामायेदि विप्रेन्द्रमन्त्रमोङ्कारपूर्वकं षडक्षरं जपेद्यस्तु सायुज्यं प्राप्यते हरेः षडक्षरेण मन्त्रेण हरिपूजनकृन्नरः सर्वान् कामानवाप्नोति प्रसादाच्चक्रपाणिनः मृत्युकाले द्विजश्रेष्ठराम रामेदि यस्मरेद स पापिष्ठोऽपि परमं मोक्षमाप्नोति मानवः रामेदि नाम यात्रायां ये स्मरन्ति मनीषिणः सर्वसिद्धिर्भवत्येषां यात्रायां नात्र संशयः अरण्ये प्रान्तरे वापि श्मशाने यो भयानके रामनाम स्मरे तस्य विद्यन्ते नापदो द्विज राजद्वारे तथा दुर्गे विदेशे दस्युसम्मुखे दुःस्वप्नदर्शने चैव ग्रहपीडासु जैमिने औत्पादिके भये चैव वादरोगभये तथा रामनाम स्मरन्मर्त्यो लभते नाशुभं क्वचित् रामनामद्विजश्रेष्ठ सर्वाशुभनिवारणं कामदमोक्षदं चैव स्मर्तव्यं सततं बुधैः रामनामेदि विप्रर्षे यस्मिन्न स्मर्यदे क्षणे क्षणः स एव व्यर्थ स्यात् सत्यमेव मयोच्यते स्मरन्तो हरिनामानि नावसीदन्ति मानवाः जन्मकोटि दुरिदक्षयमिच्छुसम्पदं च लभते भुविमर्त्यः विष्णुनाम सततं भुवि भक्त्या मोक्षादादिमधुरं स्मरति स्म इति श्रीपद्मपुराणे क्रियायोगसारे पञ्चदशोऽध्यायः ॐ